येन अक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं वा व्याकरणं व्याप्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पतञ्जलिं पाणिनिकारं च त्रयम् ॐ श्रीगणेश्वराय नमः ॐ श्रीगुरुभ्यो नमः धन्यवादः सुप्रभातं सर्वेषां कृते ओके किञ्चित् पुनरभ्यासं कुर्मः कः वका अस्ति अत्र ओ सुब्रह्मण्यमहोदयः अस्ति अत्र नाम न दृश्यते वठवर् डन् हा ओके अनिल् आरम्भं करोतु वयम् अनुबन्धविषये के के सूत्राणि पठि कानि कानि सूत्राणि पठितवन्तः एकं वदतु ओके प्रथमं तु हलन्त्यम् इति अहं चिन्तयामि आमां हलन्त्यं महोदय हलन्त्यम् हलन्त्यं सूत्रस्य आधारेण वयं किं कर्तुं शक्नुमः अन्तिमाक्षर यदि हल् हल् अस्ति तर्हि इत् संज्ञा भवितुम् अर्हति तस्य इत् संज्ञा कर्तुं शक्नुमः एकवारम् इत् संज्ञा कृतं चेत् तदनन्तरं किं कुर्मः तदनन्तरं तस्य लोपः इति सूत्रेण लोपकार्यमपि कुर्मः अपि कुर्मः अनुसूया पुनः अन्य एकं सूत्रं वदतु हलन्त्यं तु समाप्तम् हलन्तं सूत्रस्य पादकसूत्रमस्ति न हा न विभक्तौ तु स्मः इति पादकसूत्रमस्ति तत् किं वदति तस्य सवर्गस्य इति शब्दस्य वर्णस्य समस्या अस्ति वर्णाः सकारः मकारः एतेषां इत्संज्ञा न भवति यदा विभक्तिप्रत्ययः अस्ति चेत् ओके भागीरथी सूत्रद्वयं समाप्तम् इदानीम् अन्य भागीरथी आं भगिनि वदतु आदिर्लीटु डवग श्रूयते वा भगिनि अत्र उपदेशे सूत्रात् आदि आदौ नीटु भवति चेत् इत्संज्ञा भवति इत्संज्ञा भूत्वा तस्य लोपः इति कारण इति सूत्रस्य आधारेण लोपः अपि भवति तदेव सूत्रस्य किञ्चित् अधिकं स्पष्टीकरणं करोतु आदिं निटुडवः हरि ओम् भगिनी मां पृच्छति वा गीता न गीता श्रीधर् उपदेशे अजमुनासिक इत् न एकनिमिषम् आदिनिपुटवः षष्टीकरणं भाग्यवती कृतवती, सम्यक् समाधानं न अभवत्, भवती पुनः तत् कर्तुं शक्नोति? अस्तु भगिनि, उपदेशस्य आदौ नि टु डु इति त्रिषु वर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति. बहु सम्यक् भगिरथी. नि टु डव् नास्ति, डव् नास्ति, डु अस्ति. टु ओके. गुरु शब्दस्य बहुवचनरूपं वदतु. किं शब्दस्य? गुरु. गुरु गुरुः गुरवः. गुरवः न गुरवः बहुवचनं. अतः अत्र नि टु डु इकारान्तशब्दः अस्ति न, अतः डवः. ओ नि टु डवः बहुवचनं. अवगतम् इदानीम्? अवगतम्. जया. अस्तु महोदय. नमस्ते. किं सूत्रं वदति? ऋतु छुटु अभवत् ऋतु श्रूयते. किञ्चित् तैः वदतु. टवर्गः टवर्गः च प्रत्यय सदि इत्संज्ञौ भवति. टवर्गः टवर्गः भवति चेत् इत्संज्ञा भवति. हा कुत्र? कुत्र भवितव्यं चवर्गीयवर्णः अथवा टवर्गीयवर्णः? उपदेशे उपदेशे उपदेशे तत्रापि पुनः कुत्र? हा कुत्रापि चलति वा? कुत्रापि कुत्रापि चवर्गः टवर्गः. हा हा कणमास् शुद्धीकरणं करोतु. सुप्रभातं भगिनि. प्रत्ययस्य आदौ च वर्गः अथवा टवर्ग वर्गीयः वर्णः भवति चेत् तद् इत्संख्या भवति. तस्य लोपः इति सूत्रेण तस्य लोपः भवति. बहु सम्यक्. जया. आदौ आदौ वर्णः भवितव्यं प्रथमं. द्वितीयं तु प्रत्ययस्य भवितव्यम्. ओके, धातुः न, केवलं प्रत्ययस्य कृते एतत् अस्ति. पुत्तुलक्ष्मी. नमो नमः महोदय. नमो नमः भगिनी. एकनिमिषं भगिनी, स्क्रीन् बहु लघु अस्ति भगिनी, किञ्चित्. ओके, न श्रूयते वा मम ध्वनि? हा स्क्रीन् बहु लघु अस्ति भगिनी, किञ्चित् बृहत् भवितुम् अर्हति वा? बहु बहु लघु लघु एव अस्ति स्क्रीन् स्क्रीन्. अवगतं, परन्तु इदानीम् अहं स्क्रीन् न दर्शयामि. ओके भगिनि, प्रश्नानां किं समस्या समाधानं करोमि. हा स्क्रीन् कथम् एतस्य इदानीं दृश्यते वा? स्क्रीन् दृश्यते स्क्रीन्, परन्तु करपत्रं करपत्रं किञ्चित् बृहत्, अक्षराणि बृहत् अस्ति चेत् समीचीनतया भवति इति सा उक्तवती. भगिनी भवती एकं कार्यं करोतु. भवती स्वयं करपत्रम् उद्घाटयतु. मध्ये गत्वा स्वयम् उद्घाटयतु, तथा पश्यतु. ओके, तदा सम्यक्तया बृहद् भविष्यति. ओके ओके, सम्यक्. ओके इदानीं मुत्तुलक्ष्मी आम् आं महोदय वदतु अन्यसूत्र लषण्यते प्रत्यय लषक्वधति इति सूत्रेण प्रत्ययस्य आदौ लकारः शकारः कवर्गीय वर्णः अस्ति चेत् इत्संख्या भवति तदनन्तरं तस्य लोपः इति सूत्रेण इत्संख्या लोपः भवति ओके सम्यक् पूर्णिमा किमपि अवशिष्यते इदानीं अस्ति अस्ति शा प्रत्ययस्य इति इत्यनेन शकारः आदौ उपदेश अवस्थायां शकारः प्रत्ययस्य आदौ इत्संज्ञा भवति तस्य लोपः सूत्रस्य आधारेण तस्य लोपः भवति ओके सम्यक् प्रतिभा इतोपि किमपि अवशिष्यते अथवा वयम् अग्रे गन्तुं शक्नुमः लषक्व तद्धिते प्रत्ययस्य आदौ शकारस्य कवर्गीय कवर्गस्य कवर्गः अस्ति चेत् लकारः अपि अस्ति चेत् इत्संज्ञा भूत्वा तस्य लोपेतनेन लोपः भवति ओके एतत्तु मुत्तुलक्ष्मी उक्तवती अन्य किमपि अवशिष्टम् तद्धिते तद्धितप्रत्ययः शुड् नाट् बि तद्धितप्रत्यय अतद्धिते अस्ति चेत् एव करणीयम् ओके ओके मुत्तुलक्ष्मी भवती एतत्तु विस्मृतवती हा लकारशकारकवर्गीयवर्णाः तदनन्तरं तद्धितप्रत्ययः न भवितव्यं हा धन्यवादः प्रतिभा धन्यवादः भगिनि इतोपि किमपि अवशिष्टम् अस्ति सरस्वती भवती किं चिन्तयति सर्वं समाप्तं द्वौ अस्ति उपदेशे अनुनासिक इत् उपदेशे अनुनासिक अनुनासिक अच्वर्णः अस्ति चेत् वेरेवर् इट् केन् बि किमपि कुत्रापि देन् इत्संख्या भवति तस्य लोपः इति सूत्रेण लोपः भवति अनदर् वन् इस् इर् इत्संख्या वाच्या इर् इत्संज्ञा वाच्या तत्र आदिर्निषेधवः तत्र कर्तव्यं न आम् संज्ञावाच्य एतस्य आधारेण वयं किं कुर्मः इर् अस्ति चेत् आदेशः संख्या भवति इत्संख्या फार् एक्साम्पल् लैक् इट् बिकम्स् बित् लैक् दट् चित्र चेत् भवति विषये इदानीं न इकार अनुनासिक इकार रेफ् रकारः अस्ति चेत् तद्वर्णसमूहः अस्ति इत्संख्या भवति तत्र तु आदिमस्थाने अथवा अन्यत्र अपि परन्तु वर्णसमूहः भवितव्यम् ओके यावत्पर्यन्तं परन्तु सम्यक्तया कारणम् एतत् वारं वारं वयम् उपयोगं कुर्मः ओके इदानीम् अग्रे गच्छामः सर्वमङ्गल भूधातुविषये नमस्ते भूधातुविषये वयं प्रक्रिया कृतवन्तः कर्णे अस्ति भगिनी ओके एकनिमिषं भागीरथी भगिनी केन् यु प्लीस् म्यूट् ऐ थिङ्क् देर् सो मच् डिस्टर्बेन्स् फ्रम् युर् फोन् धन्यवादः भूदातु ओके कश्चन पर्यायः सर्वमङ्गला न भवती वदति वदतु भूधातुविषये वयं किं किं पठितवन्तः किं पुनरभ्यासं कुर्मः तदनन्तरम् अन्यधातवः पश्यामः तदवसरे वयम् एतत् सर्वं कृतवन्तः न भूसत्तायां विषये भूसत्तायां भू धातुः शप् विकरणः तिङ् टिप् वर्णः भू शप् आभवति लशकत्वदिते लशक्वत्तदिते उपयोगं कृत्वा शप् शकारख शकारः किं भवति आदौ शकारः इत्संज्ञा भवति शप् शप् प्रत्ययस्य नेक्स्ट् हल् अन्त्यम् अन्ते हल् वर्णः अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति तस्य लोपः सूत्रस्य इत्संज्ञकस्य वर्णस्य लोपः भूत्वा आ एव अवशिष्यति तेन भू प्लस् आ प्लस् ति भवति अनन्तरं भू विल् बिकम्स् भ प्लस् उ प्लस् आ प्लस् ति भवति दट् संहिता सहितसूत्रं दट् इस् अनुवृत्तिसहितसूत्रम् उपयोगेन धातोः परश्च तिंशित् प्रत्ययः सार्वधातुकम् इति सूत्रेण गुणः भवति दट् भ प्लस् उ प्लस् आ प्लस् त्रि इट् विल् बिकम् भ प्लस् ओ प्लस् आ प्लस् टि दट् इस् ओ भवति अनन्तरम् एचो अयावयवः दट् इस् ओ प्लस् आ इस् इक्वल् टु औ विल् भवति न लैक् दट् ओ विल् ट्रान्स्फर् टु भ प्लस् औ प्लस् आ प्लस् ति देन् इट् विल् वर्णमेलनं कृत्वा भवति किञ्चित् किञ्चित् अश्रुतं अस्ति किञ्चित् किञ्चित् सम्यक् अस्ति इदानीं सुब्रह्मण्यं महोदय तदेव भवान् अपि स्पष्टीकरणं करोतु श्रूयते धातुः भू अस्ति अत्र विवक्षा अस्ति लट्लकारे वक्तव्यम् इति लट्लकारस्य भुवादिगणे अस्ति भू धातुः अतः विकरणप्रत्यय षप् इति अस्ति षप् प्रत्ययस्य इत्संज्ञा प्रकरणं कुर्मः चेत् लषक्वतद्दिते इत्यनेन षकारस्य लोपः हलन्त्यम् इत्यनेन अकारस्य लोपः भवति अकारः एव अवशिष्यति अत्र षित् इति अस्ति अतः षकारस्य लोपः भवति अतः षित् कारणेन सार्वधातुकम् अस्ति षप् प्रत्ययः अतः सार्वधातुक आर्धधातुकयोः इत्यनेन इदन्तस्य अङ्गस्य गुणः तत्पूर्वम् अन्यसूत्रमपि अस्ति षित् कारणेन सूत्रं किं प्रयोगं कर्तव्यम् इंशित् सार्वधातुकम् इंशित् सार्वधातुकम् इति सूत्रम् आ यदस्ति तत् सार्वधातुकप्रत्ययः भवति तदनन्तरं सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं आदेशः भवति इगन्तस्य अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इत्यनेन इक् भूधातुः यत् अस्ति तस्य अन्तिमवर्णः ऊकारः अस्ति ऊकारस्य आदेशः गुण इत्यनेन ओकारः भवति गुणरूपम् अत्र ओकारः आकारः अस्ति शप्रत्ययः तस्य एचोयमायावः इत्यनेन सन्धिकार्यं भवति भू अव आ ति भवति इति रूपसिद्धिः भवति रूपसिद्धं भवति सर्वमङ्गला इदानीम् अवगतम् अवगतम् अवगतम् ओके इदानीं किमस्ति सर्वेषां प्रति अहं वदामि भू शप् ति ति अस्ति अस्माकं लट् लकारस्य प्रथम पुरुषस्य एकवचनरूपं तत्र तु ति इति प्रत्ययः अस्ति विकरणप्रत्ययः अस्ति शप् ओके इदानीं केवलं शप् विषये वयं पश्यामः तत्र शप् यदस्ति तत्र शकार पकार इति वर्णद्वयं दशक्वतब्दिते इत्यनेन शकारस्य संज्ञा भवति हलन्त्यम् इत्यनेन पकारस्य संज्ञा भवति ओके तदनन्तरं शकारपकारयोः लोपकार्यं तस्य लोपः इति सूत्रेण वयं कुर्मः अवशिष्टरूपं भवति अ ओके परन्तु यद् अ अवशिष्टरूपम् अस्ति तस्य तु पूर्वं शकारः आसीत् अतः तस्य नामकरणं भवति षित् ओके षित् इति नामकरणम् अभवत् तदनुगुणं किंषित् सार्वधातुकम् इति सूत्रस्य प्रसक्तिः आगच्छति एतस्य सूत्रस्य आधारेण यदस्ति तत् सार्वधातुकसंज्ञा प्राप्नोति एकवारं सार्वधातुकम् इति एतस्य डेक्लरेशन् अभवत् तदा किम् अन्यसूत्रमपि आगच्छति सार्वधातुकार्धधातुकयोः इति सूत्रम् आगच्छति एतस्य कारणेन किं भवति यत् इक् वर्णः अङ्गभागे अस्ति इत्युक्ते प्रत्ययस्य पूर्वं यत् किमपि अस्ति तस्मिन् भागे यदा इक् वर्णः अस्ति अन्तिमभागे तदा इको गुणवृत्तिः एतस्य सूत्रस्य आधारेण इक् स्थाने गुणकार्यम् अथवा वृद्धिकार्यं कुर्मः अत्र अहं चिन्तयामि किञ्चित् सार्वधातुकम् एतस्य कारणेन गुणकार्यं भवति परन्तु गुणः कस्य भवति एतस्य अवगमनं वयं कदा कथं जानीमः इको गुणवृद्धिः इति सूत्रस्य कारणेन वयं जानीमः गुणकार्यं कुत्र भवितव्यम् इति ओके यावत्पर्यन्तम् अवगतं किमपि प्रश्नः अस्ति एतस्य अनन्तरं तु बहु सरलम् अस्ति एकवारम् ओ आगतम् स्थाने ओ आगतं तदनन्तरं तु सन्धिकार्यमेव एचो यवायावः सूत्रस्य आधारेण ओ स्थाने अवागत्य तदनन्तरं वर्णमेलनेन भवति इति रूपं सिद्धं भवति सर्वे ज्ञातवन्तः अवगतवन्तः वदतु का अङ्गस्य गुणः इको गुणवृद्धिः इति अस्ति तदनन्तरं अलोन् अन्तस्य अपि भवति खलु न अङ्गस्य गुणः ओके तत्र तु अन्तस्य आगच्छति अलोन्ति इको गुणवृद्धिः आगच्छति एतत् सर्वं बेक्ग्रौण्ड् नालेज् बेक्ग्रौण्ड् नालेज् कुत्र वयं किं कार्यं तेन कारणेन कुर्मः इति अहं चिन्तयामि कारणं भू इति यद् अस्ति तस्य भो किमर्थं कथं वयं कुर्मः प्रथमं तु वयं किं दृष्टवन्तः सर्वत्र कृतवती अत्र पश्यन्तु किञ्चित् सार्वधातुकं तावत्पर्यन्तं तु समाधानं सार्वधातुक अर्धधातुकयोः तत्र अपि समाधानं परन्तु सार्वधातुक अर्धधातुकयोः किं करोति यदा अङ्गे अङ्गभागे इक् वर्णः अस्ति चेत् तस्य गुणकार्यं कर्तव्यम् ओके एवं वदति सार्वधातुक अर्धधातुकयोः सूत्रं किं वदति यदा इगन्तः अस्ति तत्र इक् वर्णस्य गुणकार्यं कर्तव्यम् इति वदति परन्तु प्रश्नः उदेति कथं वयं कर्तुं शक्नुमः कुतः इक् आगतं हा कुतः गुणः आगतं तत्र तु सूत्रमस्ति किम् इको गुणवृद्धिः अतः इक् वर्णस्य एव गुणकार्यम् अथवा वृद्धिकार्यं भवति तज्ज्ञानं वयं प्राप्नुमः तदनन्तरं किमस्ति येन विधिस्तदन्तस्य एतस्य सूत्रस्य आधारेण कुत्र गतं हा येन विधिस्तदन्तस्य एतस्य सूत्रस्य आधारेण इक् अङ्गस्य इक् वर्णस्य कार्यं भवति ओके परन्तु तत्रापि इक् इति यत् उक्तं तत्र सम्पूर्ण शब्दस्य कार्यं कर्तव्यं वा केवलम् इक् वर्णस्य कर्तव्यं तस्य तु अनुमति कुत्र मिलति अलोन्तस्य एतस्य सूत्रं किं वदति केवलम् अन्तिम इक् वर्णस्य कार्यं भवति वर्णस्य स्थाने कार्यं भवति ओके अवगतं यावत्पर्यन्तं तो एतत् अस्ति बेक्ग्रौण्ड् नालेज् हा सार्वधातुक अर्धधातुकयोः सूत्रमस्ति तस्य कारणेन वयं गुणकार्यं कुर्मः ओके अनन्तरं ओ मम पत्रं कुत्र अस्ति हा अनन्तरं गुणकार्यमेकवारं कृतं चेत् ओकारः आगच्छति ओ आगच्छति तदनन्तरम् अ आगच्छति हा साक्षात् एच् ओ यवायावः एतस्य प्रयोगं कृत्वा ओकारस्य औ कृत्वा भवति इति रूपं सिद्धं भवति ओके सुब्रह्मण्यं महोदय चलति वा एतत् आं महोदय ओके अन्य किमपि स्पष्टीकरणं कर्तव्यं हा भगिनी अत्र करपत्रे मिदेर्गुणः इति अस्ति भगिनी एकवारं पुनः वदतु भगिनी विवरणं कृत्वा ददातु मिदेर्गुणः इति ओके अनुवृत्तिविषये भवती जानाति repetition right like the sentence okay mitir gunah ekam sutram asti 7382 okay ha am bagini ha tatah gunah iti padam vayam swikurmah okay अवगतम् आम् आं भगिनि हा अतः अत्र सार्वधातुक अर्धधातुकयोः यदस्ति अत्र 7384 अस्ति ओके तत्तु निजगुणः इति सूत्रम् अस्ति हा इदानीं सार्वधातुक अर्धधातुकयोः पदमेकमस्ति परन्तु तत्र सूत्रस्य सम्पूर्णं कर्तव्यं न अतः गुणः यत् पदमस्ति मिदेर्गुणः ततः वयं स्वीकुर्मः अङ्गस्य यत् पदम् अस्ति वयं 641 ततः स्वीकुर्मः. अनन्तरं इको गुणवृद्धिः एतदस्ति परिभाषासूत्रम्, अतः ततः वयम् इक् स्वीकुर्मः. सम्पूर्णसूत्रम् अस्ति इकः अङ्गस्य गुणः सार्वधातुकयोः. ओके, इत्युक्ते यदा सार्वधातुकम् अस्ति अथवा आर्धधातुकम् अस्ति तस्य यदा अङ्गभागे गुण इक्वर्णः अस्ति इक्वर्णस्य गुणकार्यं कर्तव्यम् इति अर्थम् आगच्छति. ओके, महोदय वदतु, अत्र एक टिप्पणी दातुम् अनुमति अस्ति वा? हा वदतु वदतु, अहं तु सर्वदा कृपया करपत्रं दर्शयतु. करपत्रं पठनं करपत्रं दर्शयति वा? अत्र जया भगिनी यत् पृष्टवती अत्र सार्वधातुक आर्धधातुकयोः इति अस्ति, तत्तु सप्तमीविभक्तौ द्वितीय द्विवचनमस्ति. अत्र कार्यं पूर्वं भवति इति एव उक्तं, सूत्रं परिपूर्णं नास्ति. किं कारणीयं, कार्यं किम् अस्ति, कुत्र करणीयम् इति प्रथमाविभक्तौ षष्ठीविभक्तौ नास्ति. सो वन् टिप्पणी इस् दट् वेन् एवर् यु फैण्ड् अ सूत्र विधिसूत्र विच् इस् नाट् कम्प्लीट् वित् 5-7 पञ्चमी सप्तमी आर् षष्ठी एण्ड् प्रथमा, इट् विल् नाट् गिव् यु द फुल् सूत्र. दट् इस् वै द अनुवृत्ति हेपन्स्. ओके, अवगतं. कारणं वयं तु जानीमः प्रथमा यत्र अस्ति तत्र तु कार्यं भवति, निमित्तानि वयं कथं जानीमः? षष्ट्यन्तपदेन अथवा पञ्चम्यन्तपदेन, तृतीयान्तपदेन वा सप्तमी. ओ मम किं दोषः अभवत्, षष्ट्यन्तपदस्य स्थाने प्रथमान्तपदं किं कार्यं कर्तव्यं तद् दर्शयति. स्थानमस्ति षष्ट्यन्त, तदवगतं. मिदे इत्युक्ते किं? मिदे गुणः, मिदे न तस्मिन् विषये इदानीं मा चिन्तयतु. हा 7382 अवगन्तव्यं चेत् अत्र अष्टाध्यायी अस्ति, तत्र गन्तव्यं. सार्वधातुक अर्धधातुकयोः इत्युक्ते तत् तत्तु विधिसूत्रम् अस्ति, अनुवृत्तिसहितसूत्रं भवेत् इति कारणेन विधेङ्गुणः इति स्वीकर्तव्यं. प्रथमाविभक्ति अपि भवेत् इति कारणेन तत्तु अवगतं, परन्तु पश्यामि आगच्छति चेत् सम्यक्. 94 पर्यन्तं भवति डेटा आगतं. पश्यामि. ऐ बिन् ट्रैङ्ग् सिन्स् मार्निङ्ग्. नो नो, इट् वास् डौन् इन् द मार्निङ्ग्, नौ इट् इस् अप्. ओके, सूत्र क्रमाङ्कः किं? निर्गुणः 7382 7382 मिदेर्गुणः. अस्माकं कृते मिदेर्गुणः सूत्रस्य ज्ञानस्य आवश्यकता नास्ति, केवलम् एतत् ज्ञातव्यं मिदेर्गुणः सूत्रस्य भाग सूत्रे यत् पदं गुणः इति कार्य गुणः इति पदम् अस्ति तत् वयं अनुवृत्तिरूपेण स्वीकुर्मः. ओके, मिदेः षष्टी एकवचनं, गुणः प्रथमा एकवचनं. तत्र तु मिदेः विषये अस्माकं कृते तु किमपि समस्या नास्ति. हा ओके, एतत् सर्वम् अनन्तरं पठित्वा ज्ञानं प्राप्नोतु. हा, कारणम् इदानीम् अस्माकं कृते एतस्य ज्ञानस्य आवश्यकता. अतः तत्र वयं ततः वयं गुणः इति स्वीकृतवन्तः सार्वधातुकार्धधातुकयोः एतस्य कृते अनुवृत्ति आवश्यकं सम्पूर्णं कर्तव्यं चेत् अतः तत् मुदेर्गुणः तः गुणः इति पदं स्वीकृतवन्तः अनन्तरम् अङ्गस्य एतस्य सूत्रस्य सम्पूर्णतया अङ्गस्य इति स्वीकृतवन्तः तदनन्तरं गुणकार्यं कुत्र भविष्यति अथवा गुणकार्यम् इत्युक्ते किं तत्तु वयम् इको गुणवृत्ति परिभाषासूत्रस्य आधारेण जानीमः गुणः आगच्छति चेत् इक् वर्णस्य एव गुणकार्यं भवति ओके भगिनी एकः प्रश्नः अस्ति यु सेड् अङ्गः इत्युक्ते अङ्गमित्युक्ते प्रत्ययस्य पूर्वपदं पूर्वं भागं नाट् पदं भागं सो इन् दिस् केस् प्रत्यय इत्युक्ते विकर्णप्रत्ययः खलु अस्मिन् स्थले अङ्गविषये किञ्चित् कष्टं भविष्यति परन्तु तत्रापि अहं प्रयत्नं करोमि अस्माकं हस्ते किं किम् अस्ति भू इति एकम् अस्ति भागं तप् इति द्वितीयं भागम् अस्ति सि इति तृतीयं भागम् अस्ति ओके इदानीं शप् प्रत्ययस्य कृते भू यद्भागम् अस्ति तदस्ति अङ्गम् ओके अवगतं यावत्पर्यन्तं अतः एव किं वयं कुर्मः शप् एतस्य प्रोसेसिङ्ग् कृत्वा वयम् अ इति प्राप्नुमः अ यत् वयं प्राप्तवन्तः तदस्ति सार्वधातुकम् ओके तदस्ति सार्वधातुकं यदा सार्वधातुकः सार्वधातुकप्रत्ययः अस्ति तदा सार्वधातुक आर्धधातुकयोः एतस्य अधिकारः आगच्छति अतः एतस्य सूत्रस्य उपयोगं वयं कुर्मः एतस्य कारणेन किं भवति अ यदस्ति तत् वदति डैरेक्टर् अस्ति इदानीं तत् किं वदति मम पूर्वं यदा यदस्ति तद् मम कृते अङ्गम् ओके अतः तत्र यदा इक् वर्णः अस्ति तस्य गुणकार्यं कर्तव्यम् ओके प्रोसेसिङ्ग् किं भवति यदस्ति इक् वर्णः अस्ति तस्य ओ भवति तेन कारणेन अ यदस्ति शक् प्रत्ययः तत् सार्वधातुकप्रत्ययः अस्ति सार्वधातुक आर्धधातुकयोः एतस्य सूत्रस्य आधारेण अ किं वदति मम पूर्वम् उ अस्ति चेत् तस्य गुणकार्यं कर्तव्यम् ओके अतः अकृते भू यदस्ति तत् अङ्गम् अस्ति परन्तु एकवारं वयं भव् पर्यन्तम् आगतवन्तः अव अ भव पर्यन्तम् आगतवन्तः चेत् तदनन्तरं सि अधिकारः प्राप्नोति सि कृते यावत्पर्यन्तं वयं किं किं कृतवन्तः तदस्ति अङ्गम् ओके अवगतम् आं भगिनि धन्यवादः अतः एव अहम् इदानीं तस्मिन् विषये अधिकं न वदामि अग्रे अग्रे यदा वयं गच्छामः तदा वयं पुनः किञ्चित् क्लेशः भविष्यति तदनन्तरम् अवगमनमपि भविष्यति ओके अस्माकं कृते अ यदस्ति तत् कारणेन अङ्गभागं यदस्ति तत्र इक् वर्णस्य गुणकार्यं भवति इति वयं ज्ञानं प्राप्नुमः किमर्थं सार्वधातुकार्धधातुकयोः एतस्य सूत्रस्य कारणेन ओके अन्यप्रश्नः अस्ति इदानीं विजयमहोदय साक्षात् सिद्धीकरणं कर्तुम् इच्छति? नमस्कारः महोदय. नमस्कारः. जी जये एतस्य क्रियापदस्य अभ्यासरूपेण किं कुत्र अस्ति? अधोभागे दत्तमस्ति न जी जय. ओके, इदानीं अहं स्टेप्स् तु अत्र लिखितवती. केन सूत्रेण किं कार्यं वयं कुर्मः तत् स्पष्टीकरणं करोतु. दयति पर्यन्तम्. ओके, इति अस्ति अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन इकारस्य स्थाने एकारः भवति. अनन्तरं शप् अस्ति अत्र लशक्वतथिते इत्यनेन शकारस्य लोपः भवति. पकारः अलन्त्यं तस्य लोपः इत्यनेन इति भवति. अकारः एव तिष्ठति. अनन्तरं प्रथमम् एतत् कार्यं भवति. अनन्तरं शप् विकर्णप्रत्ययस्य कार्यम् अभवत्. इदानीं जी इत्यस्य सार्वधातुक अर्धधातुकयोः इत्यनेन इकारस्य स्थाने एकारः भवति, अतः जे भवति. इदानीं जे योगः आयोगः ति भवति. अत्र एकारस्य स्थाने अवादेशः भवति, अयादेशः भवति, अतः ऐ भवति. ज योगः अययोगः अकारः योगः ति भवति. इदानीम् अन्तिमरूपं निष्पणम् एतत् वर्णमेलनं अत्र कृत्वा अन्तिमरूपं निष्पणं जयति इति. समीचीनं वा महोदय? समीचीनं, परन्तु भवत्याः स्टेप्स् उल्टा सुल्टा होकया एतदेव वक्तुं शक्नोमि. अन्य कोऽपि वक्तुं चेत् अहं शृणोमि महोदय. चलति. स्टेप्स् सर्वं तु भवती उक्तवती, परन्तु आर्डर् किञ्चित् भिन्नं भिन्नम् अभवत्. अस्तु महोदय. अनिल्, अनिल् भवतः पर्यायः पुनः आगतं, वदतु. आम् आं महोदय. प्रयत्नं करोमि महोदय. ओके, प्रथमं लसक्व तद्दिते प्रथमं किं जी अधिकं शप् अधिकं ति कथम् आगतं तद् वदतु. ओके, जी अत्र भवादिगणे प्रथमगण अस्ति, कारणेन लट् लकारे शप् प्रत्यय अस्ति. लट् लकारे शप् प्रत्ययः विकरणप्रत्ययः आगच्छति. किं केन कारणेन आगच्छति? तिङ् प्रत्यय लट् लकार प्रथमपुरुष एकवचनं, प्रथमपुरुष एकवचनं, तत् तदेव रूपं वयं सिद्धं कर्तुं प्रयत्नं कुर्मः. तावत्पर्यन्तम् अवगतं. जी वाचनीयधातुः अस्ति, अतः शप् प्रत्ययः योजनीयम्. अनन्तरम् अस्माकम् उद्देश्यं प्रथमपुरुषः एकवचनं लट्लकाररूपस्य सिद्धं कर्तव्यम्, अतः ति प्रत्ययः अपि वयं योजयामः. अग्रे वदतु, किमस्ति, गतं वा अनिल्? अहमपि अस्ति महोदय, अस्ति महोदय. बै मिस्टेक् म्यूट् करोमि. सो लसक्वतद्दिते इति सूत्रेण सकारस्य इत्संज्ञा तस्य लोपः सकार अपगच्छति. अप् इति तिष्ठति. अप् इति तिष्ठति. ओके, अनन्तरं हलन्त्य हलन्त्यम् इति सूत्रेण पकारस्य इत्संज्ञा तस्य लोपः इति सूत्रेण पकार अपि अपगच्छति. अनन्तरम् अकार तिष्ठति. सो जिकार प्लस् जि प्लस् अकार प्लस् ति अनन्तरम् अकार अत्र अकार सित् कारणं सित् शकार इति संज्ञा अस्ति कारणेन सित् अस्ति सित् कारणेन तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा भवति अकार सार्वधातुक अस्ति अनन्तरं सार्वधातुकार्धधातुकयोः कारणेन इक् अङ्गस्य गुणः भवति अत्र जि अङ्ग अस्ति अत्र जि इकार ज प्लस् इकार अस्ति इकारे गुण गुणः भवति इकार एकारस्य परिवर्तयति प्लस् ए प्लस् अ प्लस् ति अनन्तरं एचो अयावायावः सूत्रेण एकार अय परिवर्तयति अत्र ज जकार प्लस् अय प्लस् अ प्लस् ति एतत् सर्वं योजयित्वा जयति इति रूपं सिद्धम् सिद्धं भवति ओके अवगतं सर्वे स्टेप्स् तदेव सन्ति केवलम् इदानीम् ऊकारस्य स्थाने एकारः आगतम् ओके विजयमहोदय इदानीं स्टेप्स् अवगतम् आं महोदय किञ्चित् सार्वधातुकम् आगतं प्रथमम् अनन्तरम् एतत् चित् अनन्तरं सार्वधातुकमपि अस्ति एतत् दृष्ट्वा अत्र सार्वधातुक अर्धधातुकयोः इति अत्र आगत्य कार्यं कर्तुं शक्यते अत्र धन्यवादः महोदय भवती सर्वं वदति हा परन्तु द आर्डर् इन् विच् यु से किञ्चित् भिन्नं भवति हा भवती जानाति सर्वम् आम् आम् महोदय आं महोदय इदानीम् अवगतं महोदय धन्यवादः केवलं द स्टेप्स् यु हाव् टु नो इस् इन् द रैट् आर्डर् देट्स् आल् देट् यु हाव् टु टेक् केर् आफ् ओके इदानीं अनुसूया अनुसूया न हा अनुसूया अस्ति वा आं भगिनि इदानीं पुनः अत्र दत्तमस्ति सृ गतौ इति भवती कर्तुमिच्छति प्रयत्नं करोमि भगिनि हा ओके एकनिमिषं प्रथमप्रश्नं एवं वयं लिखामः वा केवलम् ओरलि भवती वदति हा लिखामः चेत् सर्वे अपि लिखति चेत् कर्तुं प्रयत्नं करोमि विदौट् लेखनी न एकनिमिषं हा लिखन् लेखनं कर्तव्यं चेत् टेबल् निर्माणं कर्तव्यम् Bhagini, just copy the previous table. Can edit. copy and paste. Yeah, copy the table and then put it. Just change the dhatu. Okay. You can select the table itself. Yeah. Okay. इदानीं किं किं परिवर्तनं कर्तव्यम् एकनिमिषं हा अत्र न अहं चिन्तयामि ध्रू अस्ति ध्रू अर्थं किम् आगतं गतौ न अस्तु महोदय अहं ध्रू गतौ गतौ गतौ न आं महोदय. ओके सेकेण्ड् श्रू इस् धातु नो श्रू तत्र धातु नास्ति खलु केवलं श्रू एव धातु अस्ति खलु श्रू एव धातु इत्युक्ते मीनिङ्ग् गतो अर्थमस्ति अर्थमस्ति श्रू उकारान्त पदमस्ति वादिगणे भवति अतः तस्य विकरणप्रत्ययः शप् अस्ति वयं लट्लकारे लट्लकारं लट्लकारस्य प्रत्ययः ति अस्ति अतः शू अधिकं शप् अधिकं ति भवति लट्लकारे शप् प्रत्ययः दृश्यते चेत् दशक्तदिते इति सूत्रेण शकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण पकारस्य इत्संज्ञा भवति तस्य लोप इति सूत्रेण द्वे अपि लोप भवत भवत शप् षित् इत् तिंषित् सार्वधातुकम् इति सूत्रेण स्थितः अ सार्वधातुकः अस्ति शप् प्रत्ययस्य अङ्गम् अ अस्ति तत्र अङ्गं प्रतिनिधिः अ अस्ति तत् सार्वधातुकसंज्ञा भवति सृ अधिकम् अ अधिकं सि भवति अनुसूय एकनिमिषं किं वदतु अ यदस्ति तत् किम् अस्ति अ शप् प्रत्ययस्य प्रतिनिधिः अस्ति प्रतिनिधिः अस्ति किं सार्वधातुकम् इति सूत्रेण सः तत् प्रत्ययः सार्वधातुकसंज्ञा भवति तदनन्तरम् अधिकम् अ अधिकं ति अवशिष्यभागः तत्र सार्वधातकार्धधातुकयोः इति कारणेन स्वस्य अङ्गस्य गुणः भवति अतः किं भवति परन्तु कुत्र कुत्र करणीयं वयं न जानीमः अतः विधिस्तदन्तस्य इति सूत्रेण सुप्रत्ययस्य अकारस्य अङ्गः सु भवति तस्य विधिस्तदस्तेन इति सूत्रेण इक् अङ्गस्य वृद्धिः भवति गुणः वृद्धिः भवति अलोन्तस्य इति सूत्रेण वयं जानीमः अन्ते स्थित अलन्त अल् वर्णस्य अल् वर्णस्य गुणः भवति इति स्थाने एव गुणकार अल् वर्णस्य स्थाने एव गुणः वृद्धिः भवति उकारः अस्ति अतः उकारस्य गुणः ओकारः भवति अधिकं वो अधिकम् अ अधिकं ति इति भवति तत्र ओ अधिकं प सन्धिः भवितुं शक्यते यचो यवायावः इति सन्धिसूत्रेण ऐ भवति ओ ओ ऐ भवति सृ अधिकम् ओ स्थाने किम् आगच्छति ऐ आगच्छति गच्छति ओ स्थाने किम् आगच्छति ओ स्थाने अय यचो यवायवः ओ स्थाने अय अय आगच्छति खलु ओ स्थाने अव् आगच्छति ओके अव् आगच्छति जय जयति कथं कथं भवति जवति जवति भवितुं शक्यते खलु न न तत्र तत्र तु एकार अस्ति अत्र ओकार अस्ति तत्र वर्णमेलनेन स्रवती भवति ओके ओके अनुसूया समाधानं वाट् एवर् ऐ नो ऐ हव् टोल्ड् इफ् इट् इस् करेक्ट् यु शुड् सेय् बहु सम्यक् अस्ति खलु उपनेन भवती गतवती ओके वदमेव भवती एव वदतु ओके इदानीं भागीरथी प्रयत्नं कर्तुम् इच्छति क्षीक्षये एतस्य आं भगिनि लेखनीयं वा एवमेव कर्तुम् इच्छति प्रयत्नं करोमि भगिनि प्रयत्नं करोतु परन्तु लेखनीयं वा एवमेव मुखेन वदति लिखतु भगिनि लिखतु भगिनि चय दातु किम् च चे वा भगिनि च चे चि चि चि चि क्षये इति अर्थं हा ओ संस्कृत अर्थः किं भगिनि चि क्षये अहं न जानामि सुब्रह्मण्यं भवान् जानाति वा क्षीयते लघु अस्ति इति शरीरं क्षीयते इति अस्ति खलु ओके विजया क्षीयते इत्युक्ते लघु भवति क्षीयते शरीरं क्षीयते इति ओके डिस्ट्रक्षन् आमामां स्लोलि टेकिङ्ग् प्रोसेस् ओके ओके धन्यवादः हेल्पर्स् न इट्स् नैस् अतः अहम् एकस्मि श्रूयते वा हा श्रूयते इदानीं विजयमहोदयके अथवा लघु भवति बिकम्स् वर्स् भागीरथि न भवत्याः पर्यायस्मि हा ओके इदानीं क्षये अत्र शप् प्रत्ययस्य योजनं भवति ति इति एकवचनं लट्लकारस्य एकवचनं शप् प्रत्ययस्य योजनं केन कारणेन भवति शप् लशक्वतते इति सूत्रस्य आधारेण शकारः इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति अनन्तरं हलन्त्यम् इति सूत्रस्य आधारेण पकारः इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन सूत्रेण लोपः भवति आ एव अवशिष्यते एकनिमिषं तिष्ठतु मम प्रश्नस्य उत्तरं न दत्तवती शकारस्य प्रोसेसिङ्ग् बहु सम्यक्तया कृतवती मम प्रश्नं किं केन कारणेन शप् योजयति किञ्चित् इति कारणेन किञ्चित् न व्याडिगणे शप् इति विकरणप्रत्ययः ी धातु वादिगणीयधातु अस्ति शप् प्रत्ययस्य योजनं भवति ओके तदनन्तरं यत् उक्तवती तत्तु सम्यक् अस्ति शप् एकस्य प्रोसेसिङ्ग् समाप्तम् अग्रे इदानीं शप् सार्वधातुकप्रत्ययः अतः सार्वधातुक आर्द धातुकयोः भवति अनन्तरम् एकनिमिषं हा भवती बहु कन्फ्यूस्ड् स्टेट् मध्ये वदति शप् इति सार्वधातुकप्रत्ययः कथं निर्णयम् अभवत् किञ्चित् सार्वधातुकं किञ्चित् सार्वधातुकं कथम् आगतम्? लषक्वदधिते अण्ड् हलन्त्यं सो अकारः अकारः अवशिष्यते तस्य अन्यनाम किं कस्य अस्ति तस्य अन्यनाम किं कस्य अन्यनाम भगिनि तिंशत् सार्वधातुकम् इति प्रत्ययः तिंशित् इति सार्वधातुकं सत्यं परन्तु अतः तिंशित् सार्वधातुकं किञ्चित् श्रोतुमपि प्रयत्नं करोतु किञ्चित् सार्वधातुकं वारं वारं वदति चेत् अग्रे गन्तुं न शक्नुमः कथं भवती जानाति तिंशित् सार्वधातुकम् एतस्य उपयोगं कर्तुं शक्नुमः केन कारणेन कर्तुं शक्नुमः तद् वदतु ओके परन्तु शप् प्रत्ययस्य किं किं भवति इत्संज्ञा कृतवती अकारः तिष्ठति वर्णाः इत्संज्ञा भूत्वा लोपकार्यं तेषाम् अभवत् तद् भगिनि अहं सम्यक् अवगतं न भगिनि किं भवती पृष्टवती भगिनि अहं प्रयत्नं करोमि वा भगिनि कण्णम्मा भवती सम्पूर्णतया प्रयत्नं मा करोतु इदानीं केवलं स्पष्टीकरणं करोतु भागिनी सार्वधातुकम् एतस्य कारणेन सार्वधातुकसंज्ञा भवति यत् प्रत्ययः अस्ति ओके परन्तु केन कारणेन किञ्चित् सार्वधातुकम् एतस्य उपयोगं वयं कर्तुं शक्नुमः तद् वदतु प्रथमं शकारस्य लोप लसक् तद्धिते सूत्रेण शकारस्य इत्संज्ञा भवति यत्र शकारः इत्संज्ञा भवति तत् सित् इति नामकरणं भवति सित् कारणेन तिंशित् सार्वधातुकम् इति एवमेव किञ्चित् सार्वधातुकं सूत्रस्य अवकाशः न उद्भवति प्रथमं तु प्रत्ययः षित् भवितव्यम् अथवा किं भवितव्यं तथा एव एतस्य सूत्रस्य अवकाशः आगच्छति अधिकारः आगच्छति तदेव अहं पृष्टवती वारं वारं सार्वधातुकं किमर्थम् उपयोगं करोति कारणम् अवशिष्टभागम् अस्ति तत् षित् अस्ति अत्र लिखितमपि अस्ति षित् कारणेन किञ्चित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा भवति अतः अयदस्ति षित् अस्ति तस्य अन्यनाम षित् अस्ति षित् अस्ति पुनः षित् कारणेन सार्वधातुकनाम अपि प्राप्नोति सर्वे ज्ञातवन्तः प्रत्ययः अस्ति अवशिष्टभागं तु अस्ति परन्तु अत्र शकारस्य वयं लोपकार्यं कृतवन्तः शकारस्य लषकपठिते इत्यनेन उत्संज्ञा कृतवन्तः तदनन्तरं तस्य लोपः इत्यनेन लोपकार्यमपि कृतवन्तः परन्तु एतस्य कारणेन प्रत्ययः इति नाम प्राप्नोति तदनन्तरम् एकवारं षित् इति नाम प्राप्तं चेत् तदनन्तरं किञ्चित् सार्वधातुकम् एकस्य सूत्रस्य अवकाशः आगच्छति अथवा पुनः एकनाम आगच्छति सार्वधातुकं सार्वधातुकसङ्ग् अस्ति अत्र सप् इति नाम अस्ति इति नाम अस्ति सार्वधातुक इति नाम अस्ति ओके एतस्य सर्वस्य कारणेन किमस्ति अग्रिमभागः अग्रिमसोपानं किमस्ति भगवती वदतु सार्वधातुक आर्धधातुकयोः एतत् कारणेन इप् अङ्गस्य गुणः भवति अङ्गस्य गुणः अतः गुणकार्यं कुत्र भवति गुणकार्यम् इप् अङ्गस्य अङ्गे अङ्गभागे अङ्गभागे इत्युक्ते कुत्र अङ्गभागे इपो गुणवृद्धि सार्वधातुकयोगं किम् अस्ति अत्र इत् अङ्गस्य वदति अङ्गं कुत्र अस्ति अङ्गं पूर्वम् इक् पूर्वं यदस्ति तत् अङ्गभागम् अस्ति चलो साहाय्यं करोतु अङ्गभागं किम् अत्र अत्र आ यदस्ति भागीरथी वारम् अङ्गे गुणकार्यं भवति वदति परन्तु सा न जानाति अङ्गः किम् अस्ति सार्वधातुक आर्धधातुकयोः इति सूत्रम् अस्ति तत् तस्य पूर्वं यत् वर्णः अस्ति तद् वर्णः इक् अङ्गः अङ्गः इति भवति शकारः अधिकम् इकारः अधिकम् अकारः अस्ति आस्य पूर्वम् इकारः अस्ति तस्य गुणकारं भवति स्पष्टं नास्ति चन्द्रमती भवती अवगतवती वयं किं कुर्मः इकारस्य भगिनी अहं वक्तुं शक्नोमि वा छि छ अधिकं ई इकारस्य पूर्वं छ अस्ति तदेव अङ्गं न इकारः अङ्गम् अस्ति शकारक गुणकार्यं न भवति इकारस्य गुणकारं भवति सार्वधातुक आर्धधातुक पूर्वं यत् वर्णः अस्ति तत् इकस्य अङ्गः इति विवरणप्रत्ययस्य पूर्वं किमस्ति तत् अङ्गं भवति ओके सङ्गमपि इदानीं स्पष्टीकरणं करोतु एकनिमिषं हा अहं किं किं वयं निर्णयं कृतवन्तः तत् वदामि हा शप् शप् एतस्य प्रोसेसिङ्ग् कृत्वा अ इति प्राप्तवन्तः परन्तु अ यदस्ति तस्य तु षित् इति नामकरणं कृतवन्तः सार्वधातुकम् इति नामकरणं कृतवन्तः ओके तदनन्तरं सार्वधातुक आर्धधातुकयोः एतस्य कारणेन गुणकार्यस्य प्रसिद्धिः आगच्छति कुत्र तस्मिन् विषये वदतु तत्र क्षि इति धातु अस्ति इकन्तधातु अस्ति क्षु अन्धे इक् वर्णः अस्ति विकरणप्रत्ययः शप् अस्ति अत्र शकारस्य पकारस्य संज्ञा भूत्वा अनन्तरम् अवशिष्टभागः अकारः एव तत्र शी इति अङ्ग धातु एव इकन्दधातु अस्ति अतः शित् अस्ति अतः सार्वधा तिंशित् सार्वधातुकप्रत्ययः अतः सार्वधातुक आर्थधातुकयोः इति सूत्रेण इकन्द अङ्गस्य गुणः भवितुम् अर्हति अतः क्षी इति क्षे भवति स्पष्टं नास्ति अङ्गं किं क्षी एव अङ्गं भगिनी अहं प्रयत्नं करोमि सार्वधातुकप्रत्यय सार्वधातुकप्रत्ययस्य पूर्वं किं भागम् अस्ति तद् अङ्गम् तद् अङ्गम् ओके कणमा भागीरथी अवगतवन्तः चन्द्रमती अहमपि तदेव वक्तुं प्रयत्नं कृतवती भगिनि मम स्पष्टीकरणं स न अहमपि जानन्ति परन्तु अस्तु भगिनि परन्तु वक्तुं किञ्चित् क्लेशम् अस्ति अस्तु भगिनि धन्यवादः भगिनि धन्यवादः इदानीं किं वयं जानीमः यदस्ति एतत्तु अस्ति सार्वधातुकः सार्वधातुक षित् अस्ति सार्वधातुक अस्ति अतः प्रसक्तिः आगच्छति सार्वधातुक अर्धधातुकयोः एतस्य सूत्रस्य परन्तु एतस्य सूत्रं किं वदति मम स्थिरमस्ति मम स्थानं स्थिरम् अस्ति परन्तु मम पूर्वं यद् आगच्छति तद् मम कृते अङ्गम् अस्ति तत्र कार्यं कुर्वन्तु अवगतम् अङ्गस्य भागे कार्यं कुर्वन्तु तदनन्तरम् अहं तत्र गच्छामि तावत्पर्यन्तं प्रोसेसिङ्ग् कुर्वन्तु ओके संशयं भगिनि इकोगुणवृद्धि अनन्तरं येन विधिस्तदन्तस्य अलोन्तस्य इति द्वयसूत्र अस्ति तत् अत्र वक्तुं न अर्हति न अर्हति न आवश्यकम् अत्र न आवश्यकं वा एकनिमिषं शृणोतु सम्यक्तया इदानीं सार्वधातुक अर्धधातुकयोः यत् सूत्रमस्ति कुत्र अस्ति सार्वधातुक अर्धधातुकयोः दृष्टवन्तः अस्माकं करपत्रे कुत्र अस्ति सार्वधातुक अर्धधातुकयोः थर्ड् पेज् आफ् 2A1 थर्ड् पेज् आफ् 2A1 अत्र पश्यतु अत्र सार्वधातुक अर्धधातुकयोः एतस्य स्पष्टीकरणम् अस्मिन् भागे दत्तमस्ति ओके इदानीं कथं वयं जानीमः एतस्य उपयोगं कथं करणीयं कुत्र करणीयं केन आधारेण करणीयम् एतत् सर्वं ज्ञातुं सूत्रं यत् अर्धमस्ति तस्य सम्पूर्णं कुर्मः कथं मितेर्गुणः इतः वयं गुण इति पदं स्वीकृतवन्तः अङ्गस्य इतः वयम् अङ्गस्य इति स्वीकृतवन्तः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इत्युक्ते अङ्गस्य भागे गुणकार्यं कर्तव्यं यदा सार्वधातुकम् अस्ति अथवा अर्धधातुकम् अस्ति इदानीम् अङ्गस्य भागे गुणकार्यं कर्तव्यम् इति वयं जानीमः परन्तु गुणकार्यं कुत्र कर्तव्यं सम्पूर्ण येन विधिस्तदन्तस्य किं वदति यत्र कः न इकविषये इदानीं न चिन्तयतु येन विधि सदन्तस्य किं वदति वयं तु दृष्टवन्तः कविशब्दस्य इकारान्त अस्ति अतः कविसम्पूर्णशब्दः अपि इकारान्तशब्द ई भाग अपि इक अन्तः अस्ति येन विधि सदन्तस्य अतः तेन कारणेन कुत्र कार्यं कर्तव्यं यदा इकारान्तशब्दः अस्ति तत्र विधिकार्यं कर्तव्यं सम्पूर्णकविशब्दस्य उपरि वयं कार्यं कुर्मः अथवा केवलम् ई यत्र यत्र अस्ति तत्र कार्यं कुर्मः एतस्य भ्रमः अस्ति तदा किम् आगच्छति अलोन्तस्य इति सूत्रम् आगच्छति वदति केवलम् अन्तिम अल्वर्णस्य स्थाने कार्यं कर्तव्यम् तावत्पर्यन्तं कथम् एतदस्ति बेक्ग्रौण्ड् नालेज् ओके बेक्ग्रौण्ड् नालेज् दत्तम् अस्ति अनन्तरम् इदानीम् अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः तावत्पर्यन्तं वयम् आगतवन्तः सार्वधातुक अथवा अर्धधातुक अस्ति तत्र तु अङ्गभागे गुणकार्यं कर्तव्यम् इदानीं गुणस्य स्पष्टीकरणं कुत्र प्राप्नुमः गुण इत्युक्ते किं गुण इत्युक्ते इको गुणवृद्धिः इति एकं सूत्रम् अस्ति तदस्ति परिभाषासूत्रम् अतः गुणकार्यम् अथवा वृद्धिकार्यं वयं कुर्मः चेत् केवलम् इक् वर्णानां भागे वयं कुर्मः यत्र इक् वर्णः इक् प्रत्याहारस्य यत्किमपि वर्णः अस्ति तस्य एव गुणकार्यम् अथवा वृद्धिकार्यं कर्तव्यम् अस्मिन् सन्दर्भे गुणः इति स्पष्टम् अस्ति अतः गुणकार्यं केवलम् इक् वर्णस्य कुर्मः अतः इक् यदस्ति वयम् इतः स्वीकृतवन्तः इको गुणवृद्धिः एतस्य सूत्रस्य आधारेण वयं जानीमः गुणः यद् वयं स्वीकुर्मः तत् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः यत्र यत्र सार्वधातुक अस्ति अथवा आर्धधातुक अस्ति तत्र तत्र गुणकार्यं भवति कुत्र भवति अङ्गस्य भागे गुणकार्यम् इत्युक्ते इक्वर्णस्य स्थाने गुणकार्यं भवति ओके एतदस्ति बेक्ग्रौण्ड् नालेज् अस्तु भगिनि अत्र वयं न लिखामः न अहम् एतत् भगिनी लिखितवती कारणेन इक् अङ्गस्य गुणः भवति तत् अहं विस्मरति अहं केवलम् इक् स्थाने गुणः वृद्धि इति चिन्तित्वा एतत् न लिखितवती इति अहं चिन्तितवती इदानीम् अहं दृष्टवती सार्वधातुकार्धधातुकयोः कारणेन इक् अङ्गस्य गुणः इति भवती लिखितवती तत् वाक्यं न अहं विस्मृतवती तद् भगिनी लिखितवती अहं तदेव संशय आगतवती संशय इदानीं इदानीं अवगतं भगिनी सम्यक् अवगतम् अहं तद् न दृष्टवती विस्मृतवती तद् सेण्टेन्स् वाक्यं तदेव इति तद् इक् अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति न दृष्टवती तदेव इदानीम् अवगतं भगिनि धन्यवादः भगिनि इदानीम् एकं तु अहं वदामि यत् अहं ब्राकेट् मध्ये स्थापितवती इको गुणवृद्धिः स्थाने गुणः वृद्धिः भवति एतस्य आवश्यकता नास्ति एतत् केवलं स्पष्टीकरणार्थम् अहं लिखितवती अतः इदानीम् अहं निष्कासयामि केवलम् एतस्य आवश्यकता अस्ति अयदस्ति सार्वधातुकसंज्ञा अस्ति कारणं सार्वधातुकसंज्ञा अस्ति अतः सार्वधातुकार्धधातुकयोः एतस्य अवकाशः वयं एतस्य कारणेन अङ्गस्य गुणः भवति. ओके, प्रश्नम् उदेति इत् अङ्गं किम् इत्यस्ति प्रत्ययस्य पूर्वभागः तदस्ति अङ्गम्. इदानीं कार्यं कुत्र कर्तव्यं, सम्पूर्ण अङ्गे कर्तव्यं वा केवलम् अन्तिमवर्णस्य उपरि कर्तव्यम्? ओके, तत् कस्मिन् कृते, तस्य निर्णयार्थम् अत्र वयं केन विधिस्तदन्तस्य अलोन्तस्य अलोन्त्यस्य सर्वं ज्ञातवन्तः. ओके, तेषाम् आधारेण वयं जानीमः कार्यं कुत्र भवति इति. केवलं श्री यदस्ति तस्य ई वर्णस्य उपरि कार्यं भवति. श्री अत्र श्री न लेखनीयं, हा, अहं तु इदानीं कस्याः पर्यायः, हा, भगीरथी न समापयतु. इदानीम् एच्छोयवायावः आगच्छति, तस्य कारणेन ऐ ऐ इति भवति क्षयति क्षये इति रूपं सिद्ध्यं क्षये ऐ चकार उपरि ऐ अधिकम् आ अतः क्षये क्षये इति अन्तिमरूपं सिद्धम्. क्षये कथं क्षये तु अर्थमस्ति. ओ महोदय, एतस्य क्षये इति अर्थमस्ति, क्षये कथम् आगच्छति, हा, क्ष अधिकम् ऐ अधिकम् अ अधिकं ति क्षये कथम् आगच्छति, कुतः आगच्छति? क्षयतु क्षयति एव अन्तिमरूपं भगिनि. क्ष अधिकम् ऐ एचो अधिकम् अ अधिकं ति क्षयति क्षयति इति अन्तिमरूपम्. क्षये कुतः आगतं, हा, क्षयति एव भगिनि. भ्रमः अस्ति भगिनि, अहं सम्यक् जानामि परन्तु किञ्चित् गड्बड् गड्बड् भवति एव, हा, चिन्ता मास्तु, एव वयं प्राक्टिस् कुर्मः न. अग्रिमवर्गे अहं सम्यक् वदामि भगिनि. भगिनि भगिनि सजेशन्, we should take another anya dhatu where there is no igantah and why it is not gunah bhavati, we have to do it the other way. Tad param kurmah agre agre agacchati. Just why these rules cannot be applied, just okay agre aham chintyami agrim karapatre kidapi agacchati kasmi. Oh, okay. अन्तिमस्तरे अग्नि अग्रिमकरपत्रे आगच्छति न इति. किं इति धातुः अस्ति न, रैट्, हीम् इति धातु दीर्घ ईकार विजया सुब्रह्मण्यं मुखलक्ष्मी समान् हेल्प् मी. तत्र हृञ्ज् इति धातुः, हृञ्ज् अग्रिमधातुः हृञ्ज्. न न, तत्तु तत्तु भिन्नमस्ति परिस्थितिः. पट् एव पट् एव हलच दातु खलु, पट् पट् न. अरे पूर्णिमा, पट् विषये तु किमपि चिन्ता एव नास्ति, हा, तत्र गुण इक्वल् वर्णः नास्ति. सुब्रह्मण्यं जी इत्येव सापि इक्वल् भगिनी पूर्णिमा भगिनी एकनिमिषं, जीव् इति धातु द्वादिगणे एव अस्ति, स्वीकर्तुं शक्यते. ओके, सरस्वती बुद्ध इति धातु भगिनि, बुद्ध बुद्धपि विषये अहं किमपि न वक्तुम् इच्छामि, अहं केवलं सरस्वतीविषये अहं चिन्तयामि. सरस्वती इदानीं पश्यतु भवती एतदेव पृष्टवती न ओके इदानीं जी स्थाने वयं जीव् इति धातु स्वीकुर्मः चेत् अहं चिन्तयामि तस्य अर्थं जीवति इति अस्ति न कमान् प्राणधारणे प्राणधारणे प्राणकारणे प्राणधारणे प्राण सदैव सप्तमेव भवति ओके स्थापितम् इदानीं सरस्वती भवती एव एतस्य प्रोसेसिङ्ग् करोतु जीव् अत्र जीव् वादिगणे अतः शप् प्रत्ययः अस्ति लट्लकार प्रथमपुरुष एकवचनं लट्लकारस्य प्रत्यय टिका टि अतः जीव योग शप् टि इति भवति देन् लशक्वत्तद्धिते सूत्रेण शकारः तस्य लोपः इति कारणेन शकारः लोपः भवति देन् अनन्त्यम् इति सूत्रेण तस्य लोपः इति कारणेन पकारः लोपः भवति अकार तिष्ठति ऐ एम् जस्ट् मेकिङ्ग् इट् शार्ट् सो जीव् अति तत्र इट् इट् इस् नाट् एण्डिङ्ग् इट् इस् उपाद उपाद तत्र दीर्घ ईकारः अस्ति खलु उपादाय उपादाय दीर्घ बट् दिस् इस् देन् षित् षित् इस् षित् षित् अस्ति अतः सार्वधातुकं सार्वधातुकम् अस्ति का रैट् सार्वधातु तिङ्ग देन् तिङ्गषित् या दिस् इस् सार्वधातुकं संज्ञा भवति जीव् प्लस् अति अत्र सार्वधातुक अर्धधातुकयोः एतस्य सूत्रस्य अवकाशः न अत्र गुणकार्यविषये वयं तिङ्गषित् सार्वधातुकं अन्यसूत्रस्य उपदाय पुगन्त पुगन्त पुगन्तलघु लघु लघुपदस्य किं गतवर्गे वयं किञ्चित् किञ्चित् दृष्टवन्तः लघुकथा एव दृष्टवन्तः सम्पूर्णकथा न दृष्टवन्तः अस्मिन् अग्रिम अवस्थे सम्पूर्णकथा दृष्ट्वा एतस्य समाधानम् अधिकं प्राप्नुमः ओके अत्र उपदा स्थाने दीर्घ ईकारः अस्ति केवलं लघु इकारः अस्ति चेत् तस्य गुणकार्यं भवति परन्तु तदस्ति अग्रिम वर्गस्य किं भागम् ओके अत्र यत् पूर्णकथा यत् लिखितमस्ति अस्मिन् भागे वयं प्राप्स्यामः ओके परन्तु यदा अन्तिमवर्णः अस्ति किम् अस्ति अत्र अन्तिमवर्णः इक् अस्ति दीर्घमस्ति वा ह्रस्वमस्ति चिन्ता नास्ति किमर्थम् कारणम् अन्तिमवर्णः उपदावर्णविषये रूल्स् भिन्नम् अस्ति ओके अवगतम् उपदाविषये वयं न पठितवन्तः आरम्भं तु कृतवन्तः इफ् बादिगणे अन्तिमवर्णः इक् वर्णः नास्ति अन्यवर्णः अस्ति चेत् then also it will go all the way up to lashakvata dite halantyam and everything, right? Sarvadhatuka, it will come, but it cannot be eco gunavritti. That is where it will. Pat dhatu srikurmah che, ajwa pach dupachash iti dhatu asti, na vayam jani maha dupachash iti dhatu asti. शकार किं मूर्धन्य अथवा तालव्य यत्किमपि अस्ति तस्य संलोपः एव भवति मूर्धन्यषकारः मूर्धन्यषकारः मूर्धन्यषकारः अनुनासिकः अनुनासिकषकारः एकनिमिषं अरे अरे अहं किं लिखितवती न हे बट् देयर इसन्ट् एनीथिङ्ग् रैट् डू तस्य उपरि चन्द्रबिन्दुः स्थापनीयं न चन्द्रबिन्दु कृते की काम्बिनेशन् अहं किं विस्मृतवती अग्रिम आवश्यकं वयं कुर्मः ओके ऐटि मध्ये की काम्बिनेशन् अहं विस्मृतवती दृष्ट्वा अहं लेखिष्यामि तत्र द्विपचस् यदस्ति तस्य प्रोसेसिङ्ग् वयम् अग्रिम अवसरे कुर्मः ओके सरस्वती स्मरणे स्थापयतु तत्र लिखित्वा वयं प्रोसेसिङ्ग् कुर्मः ओके लैक् इन् मेथ् वि हेव् वै इट् इस् नाट् केनाट् बि सोल्व् लैक् दिस् ओके केचन अन्यधातवः अपि वयं स्वीकृत्य पश्यामः ओके ओके चलो समापयामः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः शुभदिनं शुभरात्रि धन्यवादः भगिनी